पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 155 महादेव उवाच खड्गधारादक्षिणतस्तीर्थं परमपावनं दुग्धेश्वरमिति प्रोक्तं सर्वपापप्रणाशनं यस्मिंस्तीर्थे नरस्नात्वा दृष्ट्वा दुग्धेश्वरं हरं पुमान् सद्यो विमुच्येद दुःखात् पापसमुद्भवाद दधीचिना तपस्तप्तं साभ्रमत्यास्तडे शुभे चन्द्रभागा महत्पुण्यं गङ्गाया सङ्गदायदः तत्र स्नानं च दानं जपः पूजा तपस्तथा सर्वमक्षयदां व्याधि दुग्धतीर्थप्रभावदः पार्वत्युवाच दुग्धेश्वरसमुत्पत्तिं श्रोतुमिच्छामि वै प्रभो महिमा दुग्धतीर्थस्य कथ्यतां च सुरेश्वर महादेव उवाच पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः पलायनपरा भूत्वा दधीचाश्रममागदाः मुक्त्वा तत्रायुधान्येव गदा देवा दिशो दश पश्चात् कोलाहलं श्रुत्वा दधीचो दैत्यसम्भवम् पीतपांस्तानि शस्त्राणि जलेना प्राय भार्गवः कालेन ते सुरा सर्वे अस्त्राण्यादातुमुत्सुकाः गुरुणा सहिताः सर्वे परस्परमुदान्विताः नकुलैः सह सर्पाश्च क्रीडन्ते ते परस्परम् एवंविधान्यनेकानि साश्चर्याणि तदाश्रमे पश्यन्तो विबुधाः सर्वे विस्मयं परमं गदाः ददृशुस्ते मुनिवरम् आसनोपरि संस्थितं यत्र साभ्रमदी पुण्या मिलिता चन्द्रभागया वर्चसा परमेणैव भ्राजमानं यथा रविं विभा वसुद्वितीयं च सुवर्चा भार्यया सह यथा ब्रह्मा हि सावित्र्या तथा सौ मुनिसत्तमः दृष्टसुरवरैः सर्वैः प्रणिपादपुरःसरम् उचिरेतं तदा देवा बृहस्पतिपुरोगमाः त्वं दादा त्रिषु लोकेषु विदितः पूर्वमेव च याज्ञार्थं च वयं सर्वे त्वत्सकाशं समागताः भयभीता वयं सर्वे स्त्राणि नो दातुमर्हसि इत्युक्तो मुनिवर्योऽसौ देवानाहमहामतिः पीतानि तानि भो देवा जलेनाप्लाव्यमन्त्रदः ततो देवा ब्रुवन्विप्रं दैत्यानां निधनाय च देह्यस्तीनि त्वरा विप्र दत्तानि दिद्विजो वदद इत्युक्त्वा तान् स्वपत्नीं सप्रेक्षयामास चाश्रमम् ततो वाजद्विजो हृष्टो देवान् स्मित्वा महामतिः पीतानि तानि भो देवा गृह्णीध्वं च यथा तथम् इत्युक्त्वा च द्विजो देवि योगमास्ताय योगवित् ततो ब्रुवन् सुराविप्रं स्मयं तं चलया गिरा त्वयि जीवति भो ब्रह्मन् कुतोऽस्तीनि लभामहे प्रहस्योवाच विप्रषिः तिष्ठध्वं क्षणमेकदः स्वयमेव च भो देवास्त्यक्षाम्यद्य कलेवरम्। इत्युक्त्वा सद्विजो देवि योगमास्ताय योगविद ब्रह्मलोकं गदसद्यो यदो नावर्तते पुनः। ततः सर्वे सुरास्तत्र दृष्ट्वा तं विलयं गदम् चिन्तयन्तः सुरगणाः कथं च विशसामहे। सुरभिं चाह्वयामास तामुवाच शचीपतिः कलेवरं द्विजेन्द्रस्य लिखत्वं वचसा मम। तथेति च वचो मत्वा तत्क्षणादेव लिह्य तद् निर्मांसं च कृतं सद्यस्तया धेन्वा कलेवरं। जगृहुस्तानि चास्तीनि चक्रुशस्त्राणि वै सुराः तस्य वंशोद्भवं त्वस्त्रमासीद् ब्रह्मशिरस्तथा। शस्त्राण्यस्त्राणि कृत्वा ते महाबलपराक्रमाः ययुर्देवास्त्वरा युक्ता वृत्रखादनतत्पराः। ततः सुवर्चादु दधी च पत्नी सम्प्रेक्षिताय सुरकार्यसिद्धये विलोकयामास समेत्य तत्र मृतं पदिं देहमधो विश्वस्थम्। ज्ञात्वा दु तत्सर्वमधो सुराणां कृत्यं तदानीं च चुकोपसाध्वी ददौ तदा शापमदीवरुष्टा तदा सुवर्चा ऋषिवर्यपत्नी। अहोसुरा दुष्टतराश्च सर्वे ह्यनेकशप्ताश्च तथैव लुब्धाः। तस्मात् सर्वे ह्यप्रजा भवन्तु सेन्द्र सुराद्या प्रभृदीत्युवाच। एवं शापं ददौ तेषां सुराणां सा तपस्विनी उपविश्याश्वध्वमूले सा भ्रमत्यास्तडे स्थिता। सगर्भा सा सदी साध्वी स्वोदरं विददारः निर्गदो जठराद्गर्भो दधीचस्य महात्मनः। साक्षाद्रुद्रावतारोऽसौ पिप्पलादो महाप्रभुः प्रहस्य जननी गर्भम् उवाच वचनं महद। सुवर्चातं पिप्पलादं चिरं तिष्ठस्य सन्निधौ अश्वत्थस्य महाभाग सर्वेषां शुभदो भव। तथैव भाषमाणा सा सुवर्चातनयं प्रति पदिं प्रत्यगमत्साध्वी परमेन समाधिना। एवं दधी च पत्नी सा पदिना स्वर्गमास्थिता। ते देवा कृतशस्त्रास्त्र दैत्यान् प्रति समुत्सुकाः। आजग्मुश्चन्द्रमुख्याश्च महाबलपराक्रमाः। कामधेनुप्रसुस्राव ययौ यत्र द्विजः क्षयं मुने प्रभावदो दुग्धं लिङ्गरूपं व्यजायत। दुग्धेश्वरमिति ख्यातं देवि साभ्रमदीतटे तदा प्रभृतितीर्थं हि तन्नाम्ना प्रथितं भुवि। अतुलं यस्य माहात्म्यं श्रवणात् पादकापहं ये शृण्वन्ति नरा भक्र्या दुग्धेश्वरसमुद्भवं तेऽपि पापविनिर्मुक्ता यान्ति रुद्रपदं महद। इति श्रीपाद्मे महापुराणे उत्तरखण्डे दुग्धेश्वरमाहात्म्यं नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः। ॐ